अस्तु, क्षम्यतां, मम विलम्बः जातः अद्य. अस्माकम् अद्य विषयः अस्ति कृत् प्रत्ययः अपि सार्वधातुकाः आर्धातुकाश्च, तद्विषयः अस्ति. गतरविवासरे अस्माभिः किं पठितं, कोऽपि वदितुं शक्नोति वा? भानुमहोदय, भवान् वदतु एकवारं, गतरविवासरे अस्माभिः किं कृतम्? भानुमहोदय, प्रत्ययः सार्वधातुकः आर्धधातुकः, तत् चिन्तनम् अकरोत् महोदय. कृत् नाम किं, तिङ् भिन्नः यत् प्रत्ययः अस्ति तत् कृत् प्रत्ययः, तत् सुभन्त पदानि कृते कृत् प्रत्ययः प्रयोजनमस्ति इति. न, सुबन्त न, धातु, धातु अनन्तरमेव, धातु अनन्तरं धातु तिङ् न सन्ति चेत् कृत् सन्ति. महोदय क्षम्यतां महोदय, परन्तु ते सर्वे सुबन्तपदानि सन्ति इति. तदेव अहम् आशयमस्ति, मम आशयः अस्तु. तदनन्तरं किं? तदनन्तरं महोदय, कर्तरिषप् इति प्रयोगेन भ्वादि अदादि दशगणानि कथं पदं कथं निष्पद्यते अन्तिमः, तदपि दृष्टवन्तः. तदनन्तरम् आर्धधातुकानां कृत्प्रत्ययानां रूपाणि प्रायः इदानीं द्रष्टव्यं. तर्हि गतरविवासरे अस्माभिः दृष्टं यत् कृत्प्रत्ययः अपि सार्वधातुकम् आर्धधातुकं भवितुं शक्नुवन्ति. तत्रापि किमस्ति, ये प्रत्ययाः सार्वधातुकाः सन्ति, नाम शित् सन्ति, यथा शान शत्रु, तत्रापि कर्तृशप् इति सूत्रेण, यदि प्रत्ययः कर्तृर्थे अस्ति तर्हि कर्तृशप् इति सूत्रेण शप् प्रत्ययः आगच्छति, अथवा गणं गणमनुसृत्य शप् प्रबाद्य अन्यप्रत्ययः आगच्छति. अतः कृत् प्रत्ययेषु अपि गणभेदः दृश्यते अस्माभिः. अस्तु, तर्हि तदनन्तरं तदनन्तरम् अस्माकं गण अभ्यासः प्रचलितः आसीत्, अतः भवादिगणे कथं भवति, जुहोत्यादिगणे कथं भवति इति सर्वम् अस्ति. गतरविवासरे अस्माभिः किम् अस्ति, चुरादिपर्यन्तम् अस्माकं कार्यम् अभवत्. तर्हि कस्यापि फोन् मध्ये डिस्टर्बन्स् अस्ति, कृपया म्यूट् करोतु. तर्हि अस्माभिः चुरादिगणपर्यन्तम् अस्माभिः दृष्टं यत् शत्रन्तरूपं कथं भवति. अस्तु, तर्हि अधुना अग्रे गच्छामः. अस्तु, भानुमहोदय, भवान् पठतु ध्येयं यत् शत्रान्तरूपं अतोगुणे अस्ति खलु महोदय, अतोगुणे अस्ति खलु, कुत्र महोदय? अतोगुणे, अतोगुणे, आं महोदय अस्ति. तदनन्तरं वाक्यमस्ति ध्येयं यत्, ध्येयं, ध्येयं यत् महोदय, तद्वा ध्येयं यत् शत्रान्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारकप्रभावेन. प्रथमतया विकरणप्रत्ययभेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेदः. शप् इत्यनेन अ संयुज्यते, ह्यन् इत्यनेन य संयुज्यते, श्नु इत्यनेन नु संयुज्यते, श्नम् इत्यनेन न संयुज्यते, उ इत्यनेन उ संयुज्यते, श्ना इत्यनेन न संयुज्यते. अत्र विकरणप्रत्ययानां स्थूलाकृतिभेदेन प्रभावः अ य नु न उ न इत्येषां रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति. यथा पठन् नश्यन् आप्नुवन् भिन्दन् कुर्वन् क्रीणन् महोदय तावत् वा महोदय तत्तु सर्वेषां प्रायः अवगच्छन्ति अत्र सर्वे प्रायः अवगच्छन्ति अत्र विकरण गणम् अनुसृत्य विकरणप्रत्ययः आगच्छति विकरणप्रत्ययः भिद्यते अतः रूपमपि भिद्यते अतः यतो हि पठन् अस्ति पठ् धातु भ्वादिगणे अस्ति अतः तत्र शप् अ आगच्छति पठन् नश्यन् य तत्र अस्ति श्यन् श्यन् अस्ति अतः य अस्ति आप्नुवन् तत्र नु अस्ति तत् आप्नुवन् अतः आगच्छति श्नु तत्र स्वादिगणे तदनन्तरं भिन्दन् तत्र नकारः अस्ति तत्र रुधादिगणे कुर्वन् तत्र अपि कुर्वन् तत्र वकारः यत् अस्ति तत् उकारस्य भेदेन आगच्छति तत्र तनादिगणे अस्ति अतः तदनन्तरं क्रीडन् तत्र नन् अस्ति तत्र वस्तुतः श्ना तत्र ना यत् अस्ति तस्य भेदेन तत्र क्रीडन् भवति इति सर्वे प्रायः अवगच्छन्ति गणमनुसृत्य भेदः भवति. अस्तु अग्रे पठतु. विकरणं स्वयं प्रत्ययः अतः प्रत्ययत्वात् पूर्वं स्थितं यद् धातुरूपि अङ्गं तस्मिन् अपि रूपभेदः भवति. अदादिगणे विभोत्यादिगणे च यत् विकरणस्य लोपो भवति तत्रापि लुक् श्लु इत्याभ्यां विशिष्टकार्यं भवति. किमस्ति लिखितम्? विकरणप्रत्ययः यदस्ति तदपि प्रत्ययः एव. तत् प्रत्ययपूर्वं यद् धातु अस्ति तद् धातुरूप अङ्गं तदपि अङ्गमेव विकरणप्रत्ययस्य तत्तु अङ्गमेव तस्मिन् अपि रूपभेदः भवति इति वदति. प्रथमतया तु विकरणप्रत्ययभेदेन धातुगण अनुसृत्यं पदभेदः किम् इति वदति. द्वितीयं तु विकरणं यदस्ति तस्मिन् धात्वङ्गं यदस्ति तस्मिन्नपि रूपभेदः भवति. उदाहरणं ददातु एकम्. महोदय पूर्णं न अस्ति. उदाहरणं ददातु. महोदय भवान् वदतु. महोदय जुहोत्यादिगणे अस्ति खलु. जुहोत्यादिगणे विकरणप्रत्यय श्लु तस्य प्रभावेण एव जुहोत्यादिगणे धातुमध्ये द्वित्वं भवति. अतः दा योगः शप् योगः अस्ति. दा योगः शप् शप् प्रभाद्य श्लु भवति. दा योगः श्लु तस्य श्लु तस्य श्लोः प्रभावेण एव तत्र द्वित्वं भवति. दा भवति ददा अतः रूपं भवति ददत्. तथा एकम् उदाहरणमस्ति. तर्हि विकरणप्रत्ययस्य रूपेण स्वयं भेदः दृश्यते परन्तु विकरणप्रत्ययस्य कारणेन यत् धातुरूपी अङ्गे भेदः भवति तस्य तेनापि वयं ज्ञातुं शक्नुमः यत् अत्र विकरणप्रत्ययः आगच्छति. बिभेति तत्र धातु अस्ति भि परन्तु तत्र द्वित्वं भवति अत्र बिभेति इति भवति. अवगच्छति वा? आं महोदय. श्रोतुं न शक्यं महोदय. सर्वे श्रोतुं शक्नुवन्ति खलु? आं महोदय, अहं तु एकवारं पुनः आगच्छतु महोदय. प्रायः भवत्याः एव दूरवाण्यां क्लेशः अस्ति. अस्तु, अग्रे गच्छामः. तर्हि अग्रे कः अस्ति? मलर् महोदय अस्ति खलु? आं महोदय. अग्रे पठतु. अधः अधः षट् वृत्तान्ताः इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकरणप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति. विकरणप्रत्ययेन गुणकार्यं स्वादिगणे चुरादिगणे च भूयोगः शप् योगः अत् सार्वधातुकः आर्धधातुकयोः इत्यनेन इदन्तधातोः इकः गुणः भो योगः आयोगः अत् भवयोगः अत् भवति पुंसि भवन् सुयोगः इ चोरि योगः शप् योगः अत् सार्वधातुक आर्धधातुकयोः इत्यनेन इदन्तधातोः इकः गुणः चोरे योग अयोगः अत् चोरय योगः अत् चोरयत् पुंसि चोरयन् किं लिखितमस्ति अत्र? विकरणप्रत्यय प्रभावेन गुणकार्यं भवति धातु मध्ये. यथा द्वादिगणे द्वादिगणे तु भूयोगः शप् योगः इति अस्ति, तत् सार्वधातुक आर्धधातुकयोः इति कारण इति सूत्रेण इदन्तधातोः गुणः भवति, अतः भू भो इति परिवर्तनं भवति. भूयोगः आयोगः अत् भवत् इति रूपं भवति. तदेव चुरादिगणे अपि चुरादिगणे अपि चोरि इति रूपं धातोः इति चुर् योगः इ चोरि इति भवति. तदनन्तरं शप् योगः इति सार्धधातुक आर्धधातुकयोः इति कारणेन गुणः भवति चोरये इति रूपं भवति. गुणकार्यं भवति विकरणप्रत्ययस्य प्रभावेन भवति. अनन्तरं पठामि वा? आं, तर्हि किमस्ति? श्रूयते. तत्र किं भवति? सर्वप्रथमं तु शप्रत्ययस्य कारणेन शप्रत्ययेन अत्र गुणकार्यं भवति. भू भवादिगणे तत्र भू अस्ति, तत्र भो भवति, अतः भवत् भवति. चूर् मध्ये प्रथमं तु निच् प्रत्यय आगत्य चोरि नूतनधातुः भवति. तदनन्तरं चोरी मध्ये शप्रत्ययस्य प्रभावेण पुनः गुणकार्यं भूत्वा चोरयत् इति भवति. विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन यङ् उवङ् आदेशः. कस्यापि फोन् मध्ये डिस्टर्बन्स् अस्ति वा? मीना महोदय, अहं म्यूट् पठतु. अदादिगणे विहोत्यादिगणे च द्रूयोगः अर्थ तपः लुक् ब्रूयोगः अत् अति च्युदातु ब्रुवां यो योयं वङ् वो इत्यनेन ऊ ईकारान्तधातुरूपी अङ्गस्य ऊ ऊकारस्य स्थाने उवङ् आदेशः. ब्रूयो उवयोगः अत् ध्रुवयोगः अत् ब्रुवत् पुंसि ब्रुवन् विहोत्यादौ अपि तथा अत्र हि धातु इगन्तः अतः इयङ् इयङ् क्री जिग्री योगः अत् जिग्रियोगः इय योगः अत् जिग्रियत् किं लिखितं तदेव विकर विकर्ण अदादिगणे विकर्णप्रत्ययः लोपः भवति अतः लोपः भवति भूयोगः अत् इत्यनेन उकारस्य इवम् इति रूपं भवति अतिष्णु धातु ध्रुवां योयङ् इति सूत्रेण उवङ् इति आदेशः भवति अतः ब्रूयोगात् ब्रुवत् इति भवति तदेव जुहात्यादौ अपि इकारान् इयङ् इयङ् इति भवति वा अस्ति चेत् उवङ् इकारः अस्ति चेत् इयङ् महोदय अतः जिग्री ह्री धातु ह्री धातु ह्री इति जिग्रीयोगः अत् जिग्रियत् योगः इय योगः अत् जिग्रियत् अस्तु तर्हि एतत् एकं नूतनविषयः अस्ति अत्र एकवारं सर्वे अष्टाध्यायी पुस्तक सूत्रपाठम् उद्घाटयन्तु कृपया तत्र पेज् नम्बर् 116 अस्ति संशय महोदय ह्री धातु द्वित्वं भवति किमर्थं जिह्री भवति किम ह्री न भवति सर्वप्रथमं ह्रीः एव अस्ति परन्तु द्वित्वकार्यस्य कृते विशेषसूत्राणि सन्ति ते अनन्तरम् आगच्छन्ति तेन वयं ज्ञातुं शक्नुमः किं भवति अत्र किं भवति यत् अहं स्थूलरूपेण वदामि अत्र प्रथमं तु ह्रीः एव अस्ति तदनन्तरं एकं सूत्रमस्ति यत् संयुक्तवर्णः अस्ति अथवा किमपि अस्ति एकाधिक हल् वर्णाः सन्ति चेत् केवलं प्रथमः हल् वर्णः एव तिष्ठति अतः ह्रीः भवति ह्रीः तदनन्तरम् एकं सूत्रमस्ति यत् दीर्घ स्वरस्य ह्रस्वस्वरः भवति तद्भवति चेत् हि ह्रि इति भवति तदनन्तरं सूत्रमस्ति यत् कवर्गस्य वर्णः अस्ति अथवा हकारः अस्ति चेत् तस्मिन् तस्य स्थाने चवर्गस्य वर्णः आगच्छति अतः हकारस्य स्थाने चवर्गस्य वर्णः आगच्छति सूत्रं किम् एकं कुहोश्चुः सूत्रमस्ति तद् अग्रे आगच्छति हकारस्य स्थाने चकारः आगच्छति अतः हकारस्य स्थाने प्रथमं तु झकारः आगच्छति च छ झकारः तदनन्तरम् अन्यसूत्रमस्ति अभ्यासे चर्च तेन झकारस्य स्थाने वर्गस्य द्वितीयप्रथमवर्णस्य स्थाने प्रथमवर्णः वर्गस्य तृतीयचतुर्थवर्णस्थाने तृतीयवर्णः आगच्छति अतः झकारस्य स्थाने झकारः आगच्छति अतः जीह्री इति भवति परन्तु अधुना तस्य चिन्तायाः आवश्यकता नास्ति यतोहि ज्योत्यादिगणे ऋत्वपाठे तत्सर्वम् आगच्छति अस्तु तर्हि पेज् नम्बर् 116 तत्र सूत्राणि सन्ति पठतु तत्र 6477 सूत्रं किमस्ति अचिष्णु धातु भ्रुवां यवोर्यं मङ्गौ इति सूत्रमस्ति तदनन्तरं 6481 सूत्रमस्ति इणु यण् तस्यानन्तरं सूत्रमस्ति ऐरणेकाचो असंयोगपूर्वस्य एतत् सूत्रमस्ति तर्हि एतानि सर्वाणि सूत्राणि कानि एतानि सर्वाणि सूत्राणि किं कुर्वन्ति? तर्हि सर्वसामान्यरूपेण वयं जानीमः यत् यदा ईकारः अथवा उकारः अस्ति तस्यानन्तरं यदि अच्वर्णः अस्ति तर्हि सर्वसामान्यतया किं भवति? कोऽपि वदति वा? यदि यदि ईकारः उकारः अस्ति तस्यानन्तरं यदि हल् वर्णः अस्ति अकारः अस्ति चेत् सर्वसामान्यतया किं भवति? यण्सन्धि भवति खलु? केन सूत्रेण सूत्रं जानाति वा कोऽपि? तर्हि उत्तमं, धन्यवादः. तर्हि इको यणचि इति सूत्रेण सर्वसामान्यतया इकारः उकारस्य सन्धिः भवति. इकारस्य स्थाने यकारः आगच्छति, उकारः स्थाने वकारः आगच्छति. परन्तु इदं तु सर्वसामान्य एषः तु सर्वसामान्यः नियमः. विशेषनियमः ये अपि सन्ति. उदाहरणतया अस्माभिः दृष्टं यत् सारधातुक आरधातुकयोः इति सूत्रेण यत् गुणकार्यं भवितुं शक्नोति तत्र सर्वप्रथमं गुणं भवति. अत्र भूयोगः अ अस्ति चेत् तत्र इकोयणचि कार्यं न करोति. तत्र प्रथमं तु सारधातुक आरधातुकयोः इति सूत्रेण गुणकार्यं भवति, अतः भूयोगः अ भवति. तत्तु एकमस्ति. अतः गुणस्य सर्वाधिकमहत्त्वम् अस्ति. सर्वप्रथमं तु गुणकार्यं भवति. गुणकार्यं न भवति चेत् किं भवति? गुणकार्यं न भवति चेत् अपि यदि इकोयणचि सूत्र सर्वदा कार्यं न करोति, विशेषसूत्राणि अधुना अपि सन्ति. यानि सन्ति अचिष्णु धातु भ्रुवां यवोर्यं मङ्गौ इणो यण् एरनेकाचो संयोगपूर्वस्य, तदनन्तरं 6487 एव अस्ति हुष्णुवोः सार्वधातुके. तदनन्तरं एतानि सर्वाणि सूत्राणि सन्ति, ते वदन्ति यत् इको यणचि प्रभाद्य किं कार्यं भवति इति अस्ति. इति सर्वाणि सूत्राणि अत्र सर्वं कार्यं यत्र लिखितमस्ति. तर्हि तेषु एकं सूत्रम् अस्ति अचिष्णु धातु भ्रुवां यवोर्यं वङ्गौ. एतत् सूत्रं किं भवति? वदति यत् यदि अच् अस्ति, धातु अस्ति, तदनन्तरं यदि धातु अथवा अङ्गमस्ति तदनन्तरं यदि अच् अस्ति, अच् नाम ह्रस्व, अच् नाम किं स्वरः अस्ति चेत् स्वरात् पूर्वं यदि श्नु अस्ति चेत्, श्नु इत्युक्ते स्वादिगणस्य विकरणप्रत्ययः, श्नु अस्ति चेत् अथवा धातु अस्ति चेत्, कीदृशी धातु? इकारान्तधातु अथवा उकारान्तधातु अस्ति चेत् तस्य यवो इत्यस्य किं यवो अत्र इकार उकारस्य तद् द्वन्द्वसमासस्य षष्ठी द्विवचनमस्ति. ई च ऊ च यवौ भवति, तस्य द्विवचनं तयोः यवोः. तस्य य इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् भवति इति सूत्रं वदति. अत्र भ्रु अस्ति, भ्रु धातु अस्ति, उकारान्तधातु अस्ति भ्रु, अतः तस्य उकारस्य स्थाने उवङ् भवति. अतः यण् सन्धि प्रपाद्य रूपं भवति ब्रुवत्, उव् आगच्छति, ब्रुवत् इति रूपं भवति. तथैव जिह्व्री अस्ति धातु, ददाति तत्र ज्योत्यादिगणे जिह्व्री, तत्रापि धातु अस्ति, इकारान्तधातु अस्ति, तत्र इकारस्य स्थाने इयं भवति जिह्व्री, इकारस्य स्थाने इय जिह्व्रियत् इति भवति. एतत् नूतनसूत्रम् अस्ति, तस्य कार्यं कथं भवति एतत् अत्र लिखितमस्ति. प्रश्नः अस्ति वा कस्यापि? अतः ये जनाः न जानन्ति ते किं कुर्वन्ति? इकोयणचि इति एकं सूत्रेण सर्वं यणसन्धि कुर्वन्ति, परन्तु तथा नास्ति. सूत्राणि सन्ति ये विशिष्टकार्यं कुर्वन्ति, अतः अत्र विशिष्टकार्यमस्ति. अतः अत्र अचिष्णु धातु भ्रुवां यवोर्यं मङ्गौ इति सूत्रेण यण् सन्धि प्रभात्य इकारस्य स्थाने इयम्, उकारस्य स्थाने उवङ् इति आगच्छति. प्रश्नः अस्ति वा? पृच्छतु. अस्तु, नास्ति चेत् महोदय एतत् सूत्रं नास्ति चेत् ब्रवत् भवति खलु, सन्धि भवति ब्रवत् इति रूपं भवति खलु. न, ब्रवत् अपि न भवति. चिन्तयतु किं भवति, ब्रूयोगः अत्र ब्रवत् भवति, ब्रवत् न भवति. न, यन् सन्धि, यन् सन्धि आगच्छति चेत् तदा एव यण् सन्धि भवति चेत् किं भवति, ब्रूयोग अस्ति. फोन् आदेशः भवति, तस्यापि फोन् अस्ति तत्र सैलेण्ट् करोति. मीना सुन्दरेश महोदय, तर्हि ब्रूयोगः अत् अस्ति चेत् यदि यण् सन्धिः भवति किं भवति, ब्रवत्. न, ब्रवत् नास्ति खलु, ब्रुवत्, तत्र अकारः नास्ति. क्षम्यता. अस्तु, परन्तु तथा नास्ति. अग्रे को मलर् महोदय अस्ति, अस्ति खलु, भवतः समाप्तः. अस्तु, धन्यवादः धन्यवादः. अग्रे लीना महोदय पठतु, लीना दोषी. आं पठामि. सि, विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वं. जुहोत्यादिगणे दा अत् दा योगः अत् इति दा योग श्लु योग अत् श्लौ इति अनेन द्वित्वं, ददा योग अत् ह्रस्व इति अनेन अभ्यासस्य ह्रस्वत्वं, ददा योग अत् ददत् इति अत्र तृतीयगणस्य जुहोत्यादिगणस्य कार्यम् उक्तमस्ति. विकरणप्रत्ययः यदा श्लु अस्ति तदा द्वित्वं भवति. दा इत्यत्र तर्हि श्लु अस्ति तत् वस्तुतः विकरणप्रत्ययः इति नास्ति, तथैव अस्ति, परन्तु श्लु किम् अस्ति, श्लु वदति शप् लोपः भवति, शपः लोपः, शपं प्रबाद्य श्लु आगच्छति. शपं प्रबाद्य इत्यस्य अपवादम् अस्ति वा? आम्, तत्र यथा यथा स्वादिगणेश्यन् दिवादिगणेश्यन् अस्ति, तथैव जुहोत्यादिगणे श्लु अस्ति, परन्तु श्लु तस्य किमपि रूपं, तस्य किमपि प्रभावः, तस्य किमपि रूपं न दृश्यते, यतोहि श्लु तस्य अर्थः अस्ति लोपः करोतु, परन्तु कस्य लोपः, शपः लोपः करोतु, परन्तु विशिष्टलोपः अस्ति, तद् साधारणलोपः नास्ति. श्लु तद् लोपः अपि करोतु, परन्तु तत्र द्वित्वमपि करोतु इति तस्य प्रभावः अस्ति. यथा श्लु आगच्छति तर्हि शपः लोपः भवति, तदनन्तरं द्वित्वं भवति. अस्तु, पठतु अग्रे. द्वित्वं कथं भवति, दा अत् इति रूपं, तत्पश्चात् दा श्लु, श्लु अस्ति यदा लोपः भवति तस्य द्वित्वं भूत्वा दा दा इति अभ्यासः, दा दा अत् ततः पश्चात् ह्रस्वः इति एकं सूत्रमस्ति. तस्य सूत्रस्य प्रभावः प्रथम दा दा इति पदस्य द इति भवति, ततः ददा भूत्वा तत्पश्चात् अत् इति भवति, तत्पश्चात् अतो गुणे आगच्छति. अत्र प्रायः अतो गुणे नास्ति, किमपि अन्यः नास्ति, किं दा अस्ति अत्र अतो गुणे, किमर्थं भवति? तर्हि अत्र किमस्ति यत् एकं ह्रस्व इति रूपं किमपि लिखितमस्ति, तत् तथैव अहमपि मीनामहोदयाम् अहम् उक्तवान् यत् तत् कथम् अभ्यासे कथं कार्याणि भवन्ति, तर्हि बहूनि कार्याणि भवन्ति अभ्यासे, तत्र तर्हि तस्य एककार्यमस्ति ह्रस्वत्वं. ह्रस्वत्वं किं करोति? यत् अभ्यासः अस्ति. अभ्यासः नाम किम्? अस्माभिः दृष्टं यत् यदा द्वित्वं भवति तर्हि एकः प्रथमभागः अस्ति, एकः द्वितीयभागः अस्ति. यत् प्रथमः भागः अस्ति तस्य नाम अस्ति, तस्य संज्ञा अस्ति अभ्यासः. तत्र अभ्यासे ह्रस्वत्वं भवति. अतः दादा अस्ति, अत्र प्रथमः दा यत् अस्ति तत् अभ्यासः अस्ति. तत्र ह्रस्वः इति सूत्रेण ह्रस्वत्वं भवति, अतः ददा भवति. तथैव ह्री धातुः अस्ति यत् अस्माभिः उपरि दृष्टं ह्री. तत्र धातुः तु दीर्घ इकारान्तः अस्ति, परन्तु तत्र यदा द्वित्वं भवति तत्र जि ह्री भवति. अत्र अभ्यासः यत् अस्ति जि, तत्र ह्रस्व इकारः अस्ति. तथैव भी धातुः अस्ति, भी भी इत्युक्ते टु फियर्. तत्रापि तत्र यदा भवति तत्र बि भेति इति भवति. तत्र अभ्यासः अस्ति यत् बि अस्ति, ह्रस्व इकारः अस्ति. तत्र सर्वत्र ह्रस्वः इति सूत्रेण अभ्यासे ह्रस्वत्वं भवति. अतः ददाति. तदनन्तरं धू सूत्रम् एकम् अधुना अन्यधातुः अपि अस्ति, धा ध धकारः धा तदा धा धा अपि अस्ति. तत्रापि रूपं भवति दधाति, तत्रापि ह्रस्वत्वं भवति. तर्हि बहूनि सूत्राणि सन्ति. द्वित्वकार्ये ह्रस्वत्वं भवति, द्वित्वकार्ये ककार अथवा हकारस्य स्थाने चवर्गीयवर्णः आगच्छति. द्वित्वस्थाने यदि वर्गस्य प्रथम अथवा द्वितीयवर्णस्य स्थाने प्रथमवर्णः, वर्गस्य तृतीय अथवा चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति. बहूनि कार्याणि सन्ति द्वित्वकार्याणि. ते सर्वाणि अत्र केवलं स्थूलरूपेण मया उक्तं, परन्तु दीर्घरूपेण यदा ज्योत्यादिगणस्य पाठः भविष्यति तत्र वयं सर्वे पठिष्यामः कथं भवति. अस्तु, अग्रे पठतु महोदय. विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः. दिवादिगणे, स्वादिगणे, क्रयादिगणे चि, श्नु, अत् सार्वधातुकयोः सार्वधातुकार्धधातुकयोः इति अनेन इगन्तधातोः इकः गुणः, सार्वधातुकमपि ङिति च इत्याभ्यां गुणनिषेधः. चिनु योग अत् चिन्वत् पुंसि चिन्वन् इति रूपम्. अत्र गुणे निषेधविकरणप्रत्यय यदि अपित् अस्ति तर्हि गुणनिषेधः भवति. अपित् अस्ति चेत् सार्वधातुकम् अपित् इति सूत्रम् आगच्छति. ङिति च इति सूत्रेण गुणनिषेधं भवति. उदाहरणरूपेण चि इति धातु अत्र गृहीतमस्ति. चि योग श्नु, श्नु इति तस्य विकरणं, पञ्चमगणस्य धातोः विकरणं श्नु. तत्पश्चात् अत् शत्रु इति इत्यस्य अत् भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्त अङ्ग यत् अस्ति तस्य गुणः भवति. अत्र चिनु इति अङ्गम् अस्ति, तस्य गुणं न भवति यतः अपित् अस्ति. अतः चिन्वत् इति रूपं भवति. तस्य पुल्लिङ्गिरूपं चिन्वन् इति भवति. तर्हि यदि गुणं भवति भवेत् यदि तर्हि तत्र चिष्णु तत्र चिनु तस्य चिनो भवति प्रथमं तु. परन्तु सार्वधातुकप्रत्ययः अस्ति श्नु, अपित् अपि अस्ति, अतः सार्वधातुकम् अपित् निति च इति सूत्रेण गुणनिषेधः भवति. अत्र चिनो न भवति, चिन्वत्. महोदय चिनु कथं चेनु भवति? चेनु उपदायः उपदायः अस्ति न चीय तत्र चिष्णु अस्ति. श्नु धातु श्नु विकरणप्रत्ययः अस्ति, शित् अस्ति. अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण चि तस्य चे भवितुं शक्नोति, परन्तु श्नु अपि तस्ति अतः मत एकः प्रश्नः अस्ति. जुहोतादिगणे किन्तु अपित् अस्ति अथवा गुणः न भवति? न भवति, एतदेव अहं वदामि. यदि गुणः भवति चेत् चे भवति, परन्तु अपि तस्य न भवति इति वार्ता अस्ति. महोदय किं वदति? उपरि तु अभ्यासे ह्रस्वसूत्रेण दा द भवति, किन्तु ददा योगः अत् अस्ति. किमर्थं तत्र ददात् न भवति ददत् भवति? प्रश्नः अस्ति, तत्र सूत्रम् अहं विस्मरामि. अहम् अन्यं सूत्रम् एकं विशेषं सूत्रम् अस्ति, तेन अहं शोधयामि, नोट् करोमि. अस्तु, तत्रापि किमपि आगच्छति? आमां, तत्र सवर्णदीर्घसन्धिः नास्ति. अस्तु अस्तु, तिप् अस्ति चेत् ददाति भवति, किन्तु अत् आगच्छति चेत् सन्धिः न भवति. आमाम् अहं शोधयामि, अहं अपि विस्मरामि तत्र. अस्तु, अग्रे अग्रे पठामि वा? आम्. तनादिगणे कृ योग अत् तनादिकृभ्य उः इति अनेन शपं प्रबाद्य उ आगच्छति. कृ उ अत् कृ योग उ ओ योग अत् सार्वधातुक अर्धधातुकयोः इत्येन इगन्तधातोः इकः गुणः भवति. कृ योग उ योग अत् करु. न महोदय, कृ नास्ति, तत्र गुणः अस्ति खलु, तत्र कर् कर् अच्छा, कर् योग उ योग अत् अतः कुरु, सोरि करु योग अत् अत् उत्सार्वधातुके इति अनेन अपिति प्रत्यये परे कुरु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेश कुरु योग अत् तत्र यणसन्धिः भूत्वा कुर्वत् इति भवति. पुंसि कुर्वन् किमस्ति अत्र? नूतनम् अस्ति अत्र. प्रथमं तु तनादिगणः अस्ति, अतः कृ योगः अत् तनादिकृभ्य उ इति सूत्रेण प्रथमं तु शपं प्रभाद्य किम् आगच्छति? उ. अनन्तरं महोदय सर्वेषां कृते एकवारं स्पष्टीकरोतु कथं गुणं भवति. आर्धधातुक अस्ति, गुणं कर् इति भवति. तर्हि वस्तुतः रकारस्य सर्वप्रकारस्य अभवति, तत्पश्चात् उरणरपर इति सूत्रेण अर् भवति. उत्तमं, तर्हि कर् भवति. कर् उ अत् किं करु इति भवति. तदनन्तरं किं भवति महोदय? करु तत्पश्चात् अत् इति प्रत्ययः. तर्हि शत्रुप्रत्ययः. तदनन्तरं कार्यं कथम् अग्रे गच्छति? नूतनः सूत्रः आगच्छति अत् उत्सार्वधातुके. नाम यद्यपि अदन्त अङ्ग अस्ति, अप् इति प्रत्यय यद्यपि अग्रे अस्ति, तर्हि इस् इट् अ स्पेशल् सूत्र ओन्लि फार् क्रु? आम्, प्रायः प्रायः. अतः करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकार, नाम करु इत्यत्र क इति अङ्गः, तस्य कु इति भवति उकार. अस्य उकारः भवति, करु अङ्गः अस्ति, तत्र एक एव अकारः अस्ति, तदकारस्य स्थाने उकारः भवति. उकारः भवति, कुरु भवति, कुरु कुर्वत्. तर्हि पठ दृश्यतु, यथा क्रुधातु अस्ति, पश्यतु क्रुधातु अस्ति, लट् लकारे प्रथमपुरुष एकवचनं कथं भवति? क्रु योगः उ योगः तिप् खलु. तदनन्तरं क्रु योगः उ भवति करु, तर्हि करु योगः तिप्. तर्हि तिप् अपि नास्ति, पित् अस्ति, अतः तत्र तु अस्य सूत्रस्य कार्यं न भवति. अतः करु योगः तिप् पुनः तिप् तिप् इति कारणेन गुणं भूत्वा करोति इति भवति. परन्तु द्विवचने करु योगः तः अस्ति, करु योगः तः अस्ति, तः अस्ति, तत्तु अपित् अस्ति, अपित् अस्ति अतः अतः उत्सारधातुके सूत्रस्य कार्यं भवति अतः करु स्थाने कुरु भवति कुरु योगः तः कुरुतः तर्हि प्रथमपुरुषे करोति अस्ति तत्र कु नास्ति परन्तु द्वित्व द्विवचने कुरुतः भवति यतोहि दिप् प्रत्ययः पित् अस्ति परन्तु तस् प्रत्ययः द्विवचने अस्ति तत् पित् नास्ति अतः प्रायः मया कोऽपि बहु पूर्वे पृष्टमासीत् यत् कथं करोति भवती परन्तु कुरुतः तस्य कारणम् इदम् अत्र अत उत् सार्वधातुके इति सूत्रेण यत्र यत्र अपित् अस्ति तत्र तत्र करु तस्य कुरु भवति अत्र अत् इत्युक्ते अत्र अत् शत्रुप्रत्ययस्य अत्र किन्तु कुरुतः तत्र तु शत्रुप्रत्यये नास्ति खलु तत्र भिन्न भिन्न उदाहरणम् अस्ति तत्र अहं वदामि यत् लट् लकारे कथं कार्यं भवति अत्र शत्रुप्रत्यये तत्र भिन्नसूत्रम् अत्र कुरु रोगः अत् अस्ति कुर्वत् भवति अहम् अन्य उदाहरणं ददामि यत् लट् लकारे प्रथमपुरुषे क्रुधातोः रूपाणि कथं भवति इति कृते प्रथमपुरुषे एकवचने तु करोति परन्तु द्विवचने कुरुतः इति तत्र करुतः किमर्थं नास्ति तर्हि करुतः किमर्थं नास्ति तत्र प्रथमं तु क्रुयोगः एकवारं क्रमेण पश्यामः क्रुयोगः लट् तदनन्तरं लट् स्थाने लस्य तिप्तस्थमित्वस्म इति सूत्रेण प्रथमपुरुषद्विवचनम् अस्ति अतः क्रुयोगः तस् तदनन्तरं तत् अस्ति तत्र मध्ये विकर्णप्रत्यये आगच्छति क्रुयोगः उ अतः प्रथमम् उ आर्धातुक अस्ति अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण क्रु स्थाने गुणं भवति कर् कर् करयोगः उ करु भवति अधुना स्थितिः अस्ति करुयोगः तस् तर्हि अधुना तस् यत् प्रत्ययः अस्ति तत् अपि अस्ति अस्तु न जानाति खलु अपि कथम् अस्ति प्रत्ययः अस्ति अतः सार्वधातुकप्रत्ययः अस्ति किन्तु अपि अस्ति अतः करोति इव तत्र गुणः न भवति न अतः करोति इव तत्र गुणः न भवति तर्हि करु तत्र उकारस्य रो तु न भवति परन्तु अत उत् सार्वधातुके एकविशेषसूत्रेण यदि अपित् प्रत्ययः अस्ति तर्हि तत् अकारस्य उकार भवति भिन्नसूत्रम् अत अत उत् सार्वधातुके सूत्रेण एव क्षमित अत सूत्रं लिखितमस्ति खलु अत उत् सार्वधातुके तेन एव सूत्रेण तत्र करु तस्य कुरु भवति किन्तु तत्र तु अत् प्रत्यये नास्ति तत् केवलम् अत् प्रत्ययस्य कृते नास्ति यदस्ति अतः उत् सार्वधातुके तत् किमस्ति अतः नाम अकारस्य स्थाने उत् उकारः सार्वधातुकप्रत्यये परे अस्ति चेत् अस्तु अनुवृत्तिसहितसूत्रं किं महोदय अनुवृत्तिसहितसूत्रं पश्यामः 64110 अनुवृत्तिसहितसूत्रमस्ति अत्र तु अपित् अस्ति इति लिखितं खलु अनुवृत्ति इति उक्तः प्रश्नः किमस्ति महोदय अपित् अस्ति चेत् किम् न अत्र तु अपित् भवितव्यम् इति न लिखितं प्रायः अनुवृत्तिरूपेण आगच्छति अतः पृष्टवती अनुवृत्तिसहितसूत्रम् एकनिमिष अत्र सूत्रं का अस्ति सनादिगण खलु सनादिगण पेज् 117 पश्यामि अनुवृत्ति अस्ति महोदय निति एट् अपि च उतः 64107 प्रत्यय 64107 करोतेः 64108 अङ्गस्य अधिकारः एकनिमिषः अहं महोदय भवान् कथं जानाति अष्टाध्यायी.com मध्ये अस्ति आं महोदय. एकं तु अष्टाध्यायी.com अपि अस्ति. तत्र हा तर्हि अनुवृत्तिसूत्रमहं वदामि. तर्हि एकं पठतु. तत्र सूत्रं किम् अस्ति? अत उत्सारो धातुके 6410. तर्हि 6410 अस्ति नित्यं करोतेः. तेन करोतेः तस्य अनुवृत्तिः भवति. करोतेः इत्युक्ते क्रु धातु. करोतेः इत्युक्ते क्रु धातु. तदनन्तरम् अन्यसूत्रमस्ति 6498. सम्पूर्णसूत्रम् ऊतः प्रत्ययस्य करोतेः एकनिमिषः अहं वदामि. एकनिमिषः. तर्हि 6498 अस्ति. गमहन खन जनघसां लोपः निति कीति अनङ्गि. पश्यति वा 6498? तत्र निति इत्यस्य अनुवृत्तिः भवति. तर्हि 6410 इति सूत्रात् नित्यं करोतेः इति सूत्रात् करोतेः इति पदस्य अनुवृत्तिः भवति. 6498 इति सूत्रात् गमहन जन खन घसां लोपः नित्यनङ्गि इति सूत्रेण निति इत्यस्य अनुवृत्तिः भवति. तदनन्तरं 6-4 अस्ति, अतः अङ्गस्य तु अधिकारः अस्ति एव इति तु वयं जानीमः. अतः अनुवृत्तिसहितसूत्रं भवति करोतेः उ प्रत्ययान्तस्य अङ्गस्य, अतः उत् निति सार्वधातुके. अवगच्छति वा? पुनः वदतु महोदय. करोतेः उ प्रत्ययान्तस्य अङ्गस्य नाम करोतेः अङ्गस्य, अतः उत् निति सार्वधातुके. तर्हि यदि अङ्ग करोति अस्ति, नाम क्रुधातोः अङ्गम् अस्ति, तर्हि तस्य अकारस्य अङ्गस्य अकारस्य स्थाने उकारः आगच्छति. कदा आगच्छति? यदि तेषा तस्य अनन्तरं कित् अथवा नित् सार्वधातुकप्रत्ययः अस्ति चेत्. अङ्गस्य अधिकारसूत्रं वा? हा, अङ्गस्य अधिकारसूत्रम् अस्माभिः दृष्टं खलु, यत् षष्ठम षष्ठम पाठस्य चतुर्थपादारभ्य अधिकारसूत्रं भवति अङ्गस्य. तर्हि कथं भवति, कदा भवति यदि सार्वधातुकप्रत्ययः अस्ति यत् कित् अस्ति अथवा नित् अस्ति? तर्हि यदि अस्माभिः दृष्टं यत् द्विवचने कुरुयोगः तत् अस्ति, अत्र तत् सार्वधातुकप्रत्ययः अस्ति, तद् अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वद् भवति. अतः अस्य सूत्रस्य कार्यं भवति. उत्तमं, धन्यवादः महोदय. तर्हि एतत् सूत्रं केवलं क्रु इति भवति इति अस्माभिः दृष्टम्. अस्तु, सर्वे आगच्छन्ति वा? अस्तु, लीना महोदय समापयतु पायिण्ट् एफ. रुधादिगणे अहं पठामि वा? आम्, समापयतु. रुधादिगणे एकमेव विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं भवति. तच्च केवलं यत्र श्नम् प्रत्ययात् परं धातौ नकारः वर्तते. श्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः श्नान्नलोपः इत्यनेन सूत्रेण, यथा उन्द् योग श्नम् योग अत् उनन्द् योग अत् उनन्द् इत्यस्मिन् श्नम् प्रत्ययात् परं धातौ नकारः वर्तते, अतः श्नान्लोपः इत्यनेन. पुनः एकवारं तदेव लिखितमस्ति वा? श्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्द योग अत् उनद् योग अत् अपित्सु सार्वधातुकलकारेषु श्नम् प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरलोपः इत्यनेन सूत्रेण. उन्द योग अत् वर्णमेलने उन्दत् ऊहि उन्दन्. तर्हि द्वे सूत्रे स्तः अत्र श्नान्लोपः श्नसोर्लोपः द्वे सूत्रे स्तः, ये बहु महत्त्वपूर्णे सूत्रे स्तः, रुधादिगणस्य पाठे वयं द्रक्ष्यामः, परन्तु यदा श्नम् प्रत्ययः आगच्छति, विकरणप्रत्ययः, तत्र द्वे सूत्रे स्तः, श्नान्नलोपः श्नसोरल्लोपः, बहु महत्त्वपूर्णसूत्राणि सन्ति तत्र, तेषाम् अत्र स्थूलरूपेण तेषां कार्यं प्रदर्शितमस्ति. हा, एकवारं महोदय वदतु किं लिखितमस्ति. श्नम् इति प्रत्ययात् धातौ रुदादिगणे श्नम् इति विकरणमस्ति. तस्य नकारस्य लोपः स्नान्लोपः इति सूत्रेण भवति. तस्य नकारस्य न, ओके, धातोः नकारस्य, तस्य लोपः, धातोः नकारस्य लोपः भवति. आम्, रुदादिगणे उन्द इति उदाहरणरूपेण स्वीकृतमस्ति. उन्द तत्पश्चात् स्नम् तत्पश्चात् अत् इत्यत्र उन्द इति धातुतः न इति पदं लुप्तः स्नान्लोपः इति सूत्रेण. प्रथमं तु रुधादिभ्यः श्नम् इति सूत्रेण श्नम् आगच्छति, उन्द्योभ्यः श्नम्, तत्र श्नम् मध्ये केवलं न इति अवशिष्यते. तत्र न कुत्र आगच्छति महोदय, धातु मध्ये कुत्र स्थापयति? मिदचोन्त्यात् परः. मिदचोन्त्यात् परः इति सूत्रेण यत् अन्तिमह्रस्व अन्तिमस्वरः अस्ति, तस्य अनन्तरं, तस्य पूर्वं, तस्य अनन्तरम्, अनन्तरं परः, मिदचोन्त्यात् उनन्द भवति. उनन्द भवति. तदनन्तरं स्नान्लोपः इति सूत्रेण किं भवति? स्नान्लोपः सूत्र बहु सरलमस्ति, तत्र अनुवृत्तेः अपि आवश्यकता नास्ति. स्ना स्नान् लोपः इति किमस्ति, सन्धिविच्छेदः यदि कुर्मः, स्नात् न लोपः. स्नात् न लोपः, तर्हि श्न अस्ति चेत् तस्य अनन्तरं नकारस्य लोपः भवति. अत्र उनन्द् अस्ति, तत् किं भवति लोपानन्तरम्? उनन्दलोपानन्तरम् उनद् भवति. उनद् भवति. तदनन्तरं किं भवति? तत्पश्चात् श्नसोरल्लोपः इति सूत्रेण श्नम् प्रत्यये स्थितस्य अकारस्य लोपः भवति. यत् उनद् इति पदम् अस्ति, तस्य उन्द भवति. न इत्यपद न इति यद् वर्णः अस्ति तत्रतः अ लुप्तः, तस्य वर्णमेलनात् उन्द इति भवति. तत्पश्चात् अत् आगच्छति वर्णमेलनेन उन्दत् इति भवति. केवलं तदेव यदा अपित् अस्ति चेत्, अपित् सार्वधातुकलकारेषु पित् अस्ति चेत् न भवति. तर्हि अत्र अपित्सु सार्वधातुकलकारेषु अत्र उनद् उन्दयोगः अत् अस्ति, अत्र अत् अपित् अस्ति खलु. आम्, तर्हि अपित् अस्ति, अतः सूत्रस्य कार्यं भवति. तत्र उनदस्ति, तत्र नकारस्य अनन्तरं यत् अकारः अस्ति तस्य लोपः भवति, उन्द भवति, उन्दत्. कोऽपि अन्यः धातुः अपि अस्ति वा? उन्द उन्दः एक उन्द नाम किम् अहं न जानामि. उन्द नाम अहमपि पश्यामि. आर्द्रीकरणम् इति भवति वा महोदय? आर्द्री टु बिकम् ड्राय, वेट् वेट्, ओ सारी, टु मेक् वेट्, एवमस्ति वा? अहं डिक्षनरी मध्ये पश्यामि. उदि तदेव भवति. उन्द् क्ले आर्द्रीकरणे किमपि तादृशं भवति. सुन्दरकाण्डे सुन्दरकाण्डे न सुन्दर इति तद् पदस्य व्युत्पत्तिरूपेण केचन उपन्यासकाः वदन्ति अतः सुवुन्द् बहु अत्र वेट् करोति आर्द्री करोति इति ततः तेन स्वाप्ते मध्ये अपि तथैव अस्ति आप्ते अहं तु न न एकं व्युत्पत्ति अस्ति सुउन्द सुउन्द इति वदन्ति बहु एतद् भवति मनसि बहु अधिक तत्र एतद् भवति सीत आर्द्रता भवति सीतायाः तपः स्वरूपं पुनः रामस्य सीताप्रेम इति सर्वं तत्र भवति इति कारणात् वदन्ति उपन्यासकाः उदक इति पदमपि एतस्मात् धातुतः आगच्छति वा उदक उदक इत्युक्ते जलं खलु जलम् आम् प्रायः तदेव अस्ति तदेव तस्य व्युत्पत्ति अस्तु धन्यवादः तर्हि एतत् सर्वं तु अस्माभिः यत् दृष्टं तत् केवलं स्थूलरूपेण दृष्टम् अस्माभिः परन्तु तत्तद् गणे तस्मिन् तस्मिन् गणे रुधादिगणे एतत् ज्योत्यादिगणे सर्वेषां सूत्राणां विस्तृतरूपेण तत्र अभ्यासः भविष्यति तर्हि एतत् अस्माभिः केवलं ट्रेलर् अस्ति अस्तु तर्हि सार्वधातुककृतप्रत्ययानां कृते कार्यं कथं भवति एतद् अस्माभिः दृष्टम् तर्हि वस्तुतः तिङ् प्रत्ययः कृत् प्रत्ययः तस्य भेदः कोऽपि नास्ति मुख्यभेदः अस्ति प्रत्ययः सार्वधातुकः अस्ति वा अथवा आधातुकः अस्ति वा इति अस्माभिः अवगन्तव्यम् सार्वधातुकः अस्ति चेत् कर्तृशप् इति सूत्रेण शप् प्रत्ययः अथवा शप् प्रभाद्य अन्यविकरणप्रत्ययः आगच्छति कणम् अनुसृत्य आधातुकः अस्ति चेत् यत् अधुना वयं पठिष्यामः तत्र विकरणप्रत्ययः नागच्छति इति मुख्यवार्ता अस्ति तर्हि एतद् अस्ति यतोहि वस्तुतः यत्र प्रक्रियादृष्ट्या ये ग्रन्थाः सन्ति ते किं वदन्ति यत् कृत् प्रत्ययानां कृते एकप्रत्ययः तिङ् प्रत्ययानाम् एकप्रत्ययः परन्तु वस्तुतः यदि पाणिन्याः अष्टाध्याय यदि वयं पश्यामः तर्हि वस्तुतः तादृशं नास्ति किमस्ति सार्वधातुकः अस्ति चेत् एतत् करोतु आरोहतुकम् अस्ति चेत् एतत् करोतु तत्तिङ् अस्ति वा शित् कृत् अस्ति वा चिन्ता नास्ति इति मुख्यवार्ता अस्ति अस्तु तर्हि अग्रे गच्छामः अधुना आर्धातुकानां कृते रूपाणि कथं भवन्ति तर्हि सुमन् महोदय अस्ति खलु सुमन् महोदय आसम् इदानीं अस्तु महोदय आर्धधातुकानां ततः अस्तु आर्धधातुकानां कृत् प्रत्ययानां रूपाणि उपरिक्तानां नवकृत् प्रत्ययान् विहाय अविशिष्टाः सर्वे कृत् प्रत्ययाः ओ अस्तु अशित्वात् आर्धधातुकाः अस्तु उपरि तु के प्रत्ययाः सन्ति ये शित् सन्ति महोदय उपरि पठतु अस्माभिः पठितं गतरविवासरे क्षम्यताम् एते नवप्रत्ययाः सन्ति कृत् प्रत्ययाः ये षित् सन्ति अतः ते सार्वधातुकः सन्ति अन्ये सर्वे कृत् प्रत्ययाः षित् न सन्ति अतः आर्धातुकः सन्ति अस्तु पठेव अग्रे अस्तु कृत् प्रत्ययः आर्धधातुकः चेत् धातु गणम् अनुसृत्य कृदान्तपदानां कोऽपि रूपभेदः नास्ति. अस्तु, इदानीं तु सार्वधातुक नास्ति चेत् कर्त्री शप् इति सूत्रस्य प्रसक्तिः नास्ति, अतः आर्धधातुक धातु अस्ति चेत् तत्र गणभेदः न भवति. अतः अत्रापि आर्धधातुक लकारः इव धातुगणानां न कापि भूमिका. अस्तु, अग्रे. अस्तु, कर्त्रार्थे क्षम्यताम्, आर्धधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति. अस्तु, अत्र अन्ते किम् आगच्छति इति द्रष्टव्यं वा? कुत्र अन्ते कुत्र? लृट् लकार आसीत् खलु, तत्र अन्तस्वर किम् अस्ति इति. अस्तु, आर्धधातुककृत् प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नापि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति. नूल् इति प्रत्ययं पश्येम. अयं प्रत्ययः धातुभ्यः विधीयते, किन्तु न तिङ् न वा षित्, अतः आर्धधातुक. अस्तु, नूल् प्रत्ययं स्वीकुर्मः. अत्र तिङ् प्रत्ययः नास्ति, षित् अपि नास्ति, अतः सार्वधातुक नास्ति. सार्वधातुक नास्ति चेत् आर्धधातुक एव. चिटु इत्यनेन नकारस्य इत् संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः वु अवशिष्यते. युवो रनाकौ 7.1.1 अङ्गत् उत्तरस्य यु वु इत्यनयोः स्थाने क्रमशः अन् अक् च आदेशौ भवतः. अतः अन् अक् न अन अक् क्षम्यताम् अन अक च आदेशौ भवतः. अतः वु स्थाने अक आदेशः सर्वत्र यथा. अस्तु, इदानीं यु यु वु अन् अकौ खलु. तर्हि यु तत्र यु अत्र अनुवृत्त्यस्य अपि आवश्यकता नास्ति. 7.1.1 अस्ति, अतः अधिकारः अस्ति. यु वु यु च वु च द्वन्द्वसमासः तयोः युवोः इति भवति. युवोः इदानीं तु अन् अन क्षम्यताम् अन अक तस्यापि द्वन्द्वसमासः अनाको. तर्हि युवोः यु स्थाने अन वु स्थाने अक. अस्तु, भवादौ पठ योग अक पाठक इति प्रातिपदिकं पुंसि पाठकः. महोदय वदतु, पठ योगः अक् तत्र वस्तुतः पठ अक अक क्षम्यताम् पठ योगः अक् तत्तु अस्ति. मम प्रश्नः अस्ति यत् वस्तुतः प्रत्ययः किमस्ति? नूल् अस्ति. किमस्ति? नूल् नूल् अस्ति खलु. नूल् तत्र वस्तुतः वकार अपि आगच्छति खलु. प्रत्ययः अस्ति पठ् योगः नूल्. तर्हि वदतु एकवारं पठ् योगः नूल् पाठकः कथं भवति? अस्तु, इदानीं तु अनुबन्धनलोप अनन्तरम् अक् एव तिष्ठति. कथम् इत्युक्ते नकारस्य लोपः भवति, लकारस्य अपि लोपः भवति, वु तिष्ठति. वुस्थाने वुस्थाने अक आगच्छति. किन्तु नुल् तु नित् अस्ति. नित् अस्ति चेत् अत्र पठ् धातोः धातौ उपधा अकार अस्ति, तत्र वृद्धि भवति, अतः पाठ भवति, क्षम्यतां पाठ भवति, तत्र अक आगच्छति, पाठक भवति. उत्तमं. सूत्रम् अवगच्छति वा वृद्धि कृते? स्मरति वा? अत उपधायाः. अत उपधाया इति सूत्रेण किं किं सूत्रं कार्यं करोति इति स्मरामि, किन्तु परन्तु सूत्रम् अवगच्छति चेत् सम्यक् अस्ति. सूत्रं स्मरति चेत् सम्यक् अस्ति. तर्हि अत उपधाया इति सूत्रेण नित् अथवा नित् नाम न अथवा चवर्गस्य पञ्चमणित् अस्ति चेत् उपधायां ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति, अतः पाठक इति भवति. अस्तु, अग्रे. अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान् भेदः लक्ष्यते. स च भेदः कः? अत्र आर्धधातुकत्वात् कर्तरि शप् इत्यनेन शप् न भवति. शपः अभावेन कस्यापि विकर्णप्रत्ययस्य अवसरः तस्मात् धातुगणीयभेदः नास्ति एव. अग्रे पठामि. तर्हि कोऽपि गणः अस्ति चेदपि रूपं समानम् एव दृश्यते, यतोहि तत्र विकरणप्रत्ययः भवादौ पट् योगः अक, तत्र पुनः न वदामि, नुल् अस्ति, नित् अस्ति, अतः उपधा अकारः, नो चेत् अच् अन्ते अस्ति चेत् तत्र वृद्धि भवति, अतः पाठकः. अदादौ वच् योगः अक वाचक, पुंसि वाचकः, जुहोत्यादौ दायक. सूत्रम् अस्ति प्रायः अत्र दायक दायकः पुंलिङ्गे. दिवादौ नश् नाशक पुंसि नाशकः, सुवादौ आप् आपकः, तुदादौ लिक् योगः अक, लेखक्षम्यतां पुंसि लेखकः. लेखक कथं भवति? तत्र एकनिमिषं, सुमन् महोदय वदति. तत्र लिख् तस्य लेखः कथं भवति महोदय? तत्र नित् अस्ति, अतः किमपि तुदादि तत्र अत्र अस्ति खलु. तर्हि वृद्धि किमर्थं वृद्धि न भवति किमर्थं न भवति न इकार उपधा स्थाने अस्ति तर्हि वृद्धि कथं वृद्धि कदा भवति अकारः उपधायाम् अस्ति नो चेत् अच्वर्णः अन्ते अस्ति चेत् तर्हि अत्र वृद्धिः तस्य प्रसक्तिः एव नास्ति आम् किन्तु गुणः भवति कथं केन सूत्रेण सुधातु तु प्रत्ययस्य ष्यन् खलु अत्र विकरणप्रत्ययः नास्ति खलु आम् विकरणप्रत्ययः नास्ति मम प्रश्नः अस्ति लिख् योगः अक् अक् तस्य तत्र लिख् अस्ति तस्य लेख् कथं भवति आर्धधातुक अस्ति अतः गुणः भवति केन सूत्रेण सार्वधातुको आर्धधातुक न तत्तु इगन्ताङ्ग अस्ति चेत् अत्र सूत्रं किमस्ति क्षम्यतां लघु उपद उगन्तलघुपदस्य च इति आर्धातुक अथवा सार्धातुकप्रत्ययः अस्ति चेत् उपधायां लघु इकवर्णः अस्ति चेत् वर्णस्य गुणः भवति लेखक इति भवति अस्तु अग्रे रुदादौ भिद् अस्ति तत्र पुनः गुणः भवति पुगन्तलघु सूत्रेण भेदक भेदकः तनादौ कृ धातु अस्ति अत्र पुनः गुणः भवति कर् भवति अत्र तु सवर्णदीर्घसन्धि इति दृश्यते कारक कारकः सम्यक् सवर्णदीर्घसन्धि कुतः आगच्छति महोदय कर् कर् अस्ति कर् अस्ति कर् अस्ति इदानीं कर् अस्ति चेत् तत्र उपधायाम् अकारः अस्ति अतः णित् णुल् प्रत्ययः णित् अस्ति अतः कर् कार् भवति वृद्धिः भवति एतादृशं क्रमः तेन रूपं तु कारकः भवति परन्तु क्रमः समीचीनं नास्ति खलु अत्र प्रथमं तु भवती गुणः करोति तदनन्तरं तस्य कर् भवति तदनन्तरं तस्य वृद्धिः करोति कार् इति खलु अकारस्य स्थाने आकारः परन्तु तथा नास्ति खलु अत्र किमस्ति ओ अत्र तु नुळ् एव अस्ति अतः गुणः किमपि न भवति क्र तस्य एव वृद्धिः भवति अत्र प्रत्ययः णित् अथवा णित् अस्ति चेत् अचन्त अङ्गः अस्ति चेत् वृद्धिः भवति खलु अत्र क्रु अजन्त अस्ति तर्हि रेफस्य डैरेक्ट्लि तस्य वृद्धिः भवति ऋकारस्य वृद्धिः अस्ति आ तदनन्तरम् उरण् रपरः इति सूत्रेण आर् भवति अतः कार् कारकः तत् प्रथमं गुणः तदनन्तरं वृद्धिः नास्ति प्रथमतया एव वृद्धिः भूत्वा कार् भवति अस्तु क्रयादौ क्री अस्ति अत्र पुनः अजन्त अस्ति अतः वृद्धिः भवति क्रै भवति क्रै योगः अक तत्र एचवाय सूत्रेण क्रा क्राय् योगः अक क्रायक भवति चुरादौ चु ओ अस्तु तत्र चोरी एव धातु स्वीकरणीयम् अस्तु तत्र तु निच् प्रत्ययस्य इकार आगच्छति आं वा अस्तु चोरी योग अक् अत्रापि विशिष्टसूत्रमस्ति, अत्र तोयि मध्ये णिच् प्रत्ययः अपि अस्ति, तदनन्तरं नूल् अपि अस्ति, तर्हि द्वौ णिच् प्रत्ययौ, एक णिच् अस्ति एक नूल् अस्ति, तर्हि एकं विशिष्टकार्यं सूत्रम् अनन्तरम् आगच्छति यत् एवमस्ति चेत् प्रथमः णिच् प्रत्ययः णिच् प्रत्ययस्य लोपः भवति, तर्हि तत्र पुनः तत्र चोरि अस्ति, तत्र णिच् प्रत्ययस्य लोपः भवति, अत्र इकारस्य लोपः भवति, चोर् भवति, अतः चोर्योगः अक् चोरक न, पुनः कथं? तर्हि प्रथमं तु चोर् अस्ति, आम् प्रथमं तु णिच् आगच्छति, तत् चोरी भवति, तदनन्तरं चोरियोगः नूल् अस्ति, तर्हि अत्र किमस्ति, णिच् अस्ति, एकं णिच् अस्ति, तत् णिच् प्रत्ययः अस्ति, तदनन्तरं पुनः णिच् प्रत्ययः आगच्छति खलु नूल्, आम् एतादृशी स्थित्यां णिच् तस्य लोपः भवति, इकारस्य लोपः भवति, अतः चोरि मध्ये इकारस्य लोपः भूत्वा चोर् भवति, चोर्योगः अक चोर् चोरक इति अस्ति. अस्तु, तर्हि एतादृशी अस्ति, तर्हि महत्त्वं महत्त्वपूर्णबिन्दुः अस्ति यत् अत्र गणस्य कोऽपि भेदः नास्ति, अतः गणः कोऽपि स्यात् रूपसमानं दृश्यते, पाठक वाचक दायक नाशक आपक लेखक भेदक कारक करायक चोरक, तत्र कोऽपि भेदः नास्ति, यत् विकरणप्रत्ययः आगच्छति, तत्र कुत्रापि नकारः आगच्छति, कुत्रापि यकारः आगच्छति, कुत्रापि गुणः किमपि भवति, एतादृशं नास्ति, सर्वाणि रूपाणि समानानि दृश्यन्ते इति वार्ता. महोदय संशयः, महोदय पठतु, पृच्छतु. चुरादौ चुर् इति धातौ किमर्थं निच् भवति तत्र? निच् इस् गणप्रत्ययः एव, गणप्रत्ययः विकरणप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः नूल् भवति तत्र, अत्र विकरणप्रत्ययः नास्ति, निच् गणप्रत्ययः नास्ति, गणप्रत्ययः अस्ति परन्तु विकरणप्रत्ययः नास्ति, तस्य अस्ति यदा यदा चुरादिगणस्य कोऽपि धातुः अस्ति सर्वप्रथमं सर्वदा णिच् आगच्छति इति रूप इति अस्ति चुरादिभ्यः एक सूत्रमस्ति, अहं सूत्रमेव पश्यामि, सूत्रमस्ति चुर् चुर् चुर् चुर् एकम् अहं वदामि, एकं सूत्रमस्ति तद् वदति यत् चुरादिभ्यः धातुः अस्ति तर्हि सर्वप्रथमं सर्वदा णिच् आगच्छति, किमपि करोतु सर्वप्रथमं णिच् आगच्छति, तत्र सूत्रं यदि सार्वधातुकं वा आर्धधातुकं वा पूर्वं णिच् भवति, किमपि अस्ति चेत् णिच् भवति, तदनन्तरं तस्य लोपः भवितुं शक्नोति परन्तु णिच् तु आगच्छति. हा, सूत्रमस्ति, एकं सूत्रमस्ति, हा तर्हि एकं बहु दीर्घसूत्रमस्ति, 3125 पेज् नम्बर् अस्ति 54, अत्र 3125 सर्वे पश्यन्ति वा, सत्याप पाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुराधिभ्योणिच्, तत्र चुराधिभ्योणिच् अस्ति खलु, तेन सूत्रेण वयं ज्ञातुं शक्नुमः यत् चुरादिभ्यः नाम चुरादिगणस्य धातुः अस्ति चेत् तस्यानन्तरं णिच् आगच्छति, अतः चुर्योगः णिच् चोरी भवति, तदनन्तरं चोरी नूतनधातुः भवति, तदनन्तरं नूतनं कार्यं करोति. महोदय, एतत् त्रयोदश धातूनाम् एव णिच् भवति, अन्य अन्य अन्य एतानि सर्वाणि सन्ति महोदय, सत्या पाश रूप वीन धातूनि न सन्ति, प्रातिपदिक. हा हा, अस्तु अस्तु, तर्हि किमस्ति अत्र अत्र, हा अत्र एव अस्ति चेत् अहं वदामि, 3125 अत्र अस्ति खलु, सत्यापपाशरूपविणा चुरादिभ्योणिच्, त तर्हि एतद् वदति यत् निच् कथम् कदा आगच्छति, एतानि सर्वाणि सन्ति चेत् निच् आगच्छति, चुरादिभ्यः अस्ति चेत् निच् आगच्छति. तदनन्तरं किमस्ति अस्ति 3126 हेतुमति च. हेतुमति च किं वदति? प्रेरणार्थके अपि णित् आगच्छति. तस्य अर्थः इदमस्ति, नाम स्वार्थे, स्वार्थे नाम स्वस्य एव अर्थे, सत्यापाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्म वर्ण चूर चुरादिभ्यः णिच्, स्वार्थे एव अत्र अत्र णित् आगच्छति. परन्तु प्रेरणार्थके, हेतुमति इत्युक्ते प्रेरणार्थके, नाम यदा स्वयं कार्यं न करोति, अन्यस्य कृते प्रेरणां ददाति, हेतुमति च इति सूत्रेण अपि णिच् आगच्छति. अतः पठ पाठयति भवति, तत्र णिच् केन सूत्रेण आगच्छति? तत् पठ तु चुरादिभ्यः नास्ति खलु, तत्र हेतुमति च इति सूत्रेण प्रेरणार्थके अपि सर्वदा णिच् अस्ति. अतः पट् धातु प्रथमः क प्रेरणार्थके सर्वप्रथमं णिच् आगच्छति, पाठी भवति, तदनन्तरं पाठयति, हसति हासयति, लिखति लेखयति इति सर्वं भवति. महोदय अत्र यदा पाठ णिच् भवति पाठी, तत् चुरादिगणे एव भवति वा तत् इदानीं? न न, द्वादिगणे एव अस्ति, परन्तु द्वादिगणे धातु यत् अस्ति तस्य अपि प्रेरणार्थके सनन्तरूपम्. अस्तु अस्तु, सनन्तर निजन्तरूपम्, निजन्तरूपं, सोरि निजन्तरूपं. तर्हि वयं सर्वे जानीमः खलु निजन्तरूपाणि, प्रायः सर्वे जानन्ति निजन्तरूपाणि इति नूतनविषयः अस्ति व्याकरणे. तत् सर्वे प्रेरणार्थकरूपाणि सन्ति, तत्र हेतुमति च इति सूत्रेण तत्र निजन्त तत्र प्रेरणार्थके निच् प्रत्यय आगच्छति. तर्हि चुरादिभ्यः सर्वदा चुरादिभ्यः सर्वदा णिच् प्रत्ययः आगच्छति, स्वार्थे प्रेरणार्थे किमपि अस्ति चेत्, चुरादिगणे धातुः अस्ति चेत् णिच् आगच्छति. अन्यगणे प्रेरणार्थकधातु प्रेरणार्थके एव णिच् आगच्छति इति अस्ति. महोदय, अत्र चुरादिगणे प्रथमं णिच्, तदनन्तरं कर्तरीश, अन्यधातुभ्यः तादृशमेव भवति वा? निच् आगच्छति चेत् प्रथमं तद् भवति, तदनन्तरमेव विकरणप्रत्ययः वा? आम्, तत्र किमपि अस्ति वा? न, अहम् अद्य किञ्चित् विलम्बेन योजितवती, अतः गतसप्ताहे अपि एतदेव डिस्कशन् आसीत् खलु, अतः तद् अस्ति चेत् अहं रेकार्डिङ्ग् मध्ये शृणोमि. परन्तु एतत् मम प्रश्नः तु एतदेव, निच्च अस्ति चेत् तद् विकरणप्रत्यय अनन्तरं भवति वा प्रथमं भवति वा? चुरादिगणे प्रथमं, सर्वप्रथमं सर्वदा चुरादि, सर्वप्रथमं धातु किम् अस्ति एतत् चिन्तनीयम्. चुरादिगणीयधातुः अस्ति चेत् सर्वप्रथमं निच् प्रत्ययः योजयित्वा नूतनधातुः भवति चोरि. अधुना धातुः अस्ति चोरि, तदनन्तरं एकवारं धातु सिद्धा अस्ति, तदनन्तरम् एव कार्यं भवति खलु. तर्हि प्रथमं चोरि भवति, तदनन्तरम् एव अन्यकार्यं भवति. समान अन्यगणेषु विद्यमानधातूनां कृते अपि समान एतदेव भवति इदानीं. परन्तु अन्यगणेषु निच् प्रत्ययः नास्ति खलु, धातुः एव धातुः अस्ति. न न, निच् प्रत्ययः यदा योजयामः हेतुमति च इति सूत्रेण, भवान् उक्तवान् अन्य अत्रापि सर्वप्रथमं धातु अस्माभिः धातोः निर्माणं भवति. सर्वप्रथमं पाठी लेखी सर्वं तदनन्तरं रूपं भवति. परन्तु निजन्त यत् अस्ति प्रायः तत्र सर्वे धातवः द्वादिगणीया एव भवन्ति. एकवारं निजन्त भवति निच् आगच्छति, तदनन्तरं सर्वे भवादिगणीयाः एव भवन्ति, भवादिगणीयः इव भवति, अतः शप् एव आगच्छति. शप् एव, अस्तु अस्तु, प्रश्नूष्यन् एव किमपि नास्ति. ओ अस्तु अस्तु, द्वादिगणीय सन्ता निजन्तधातवः द्वादिगणीयवत् सन्ति, अतः शप् एव आगच्छति. अतः चुरादिगण इव दृश्यते. अतः एव चुरादिगण इव दृश्यते. निच् आगच्छति, अनन्तरं शप् आगच्छति. अतः चुरादिगणीयवत् दृश्यते, परन्तु दृश्यते अस्ति, परन्तु धातु चुरादिगणे नास्ति. आम् आम् आम्. कर्तरि शप् भवत् प्रथमं सूत्रमस्ति, अतः एतत् गणीय नास्ति. अतः सूत्रं यदि अस्ति पट् अहं वद पट् अस्ति तस्य अहं पट् तस्य अहं प्रेरणार्थरूपं निजन्तरूपम् अहम् इच्छामि. तर्हि पट् अस्ति, प्रथमं तु निच् आगच्छति, भवति पाठी. अधुना पाठीयोगः लट्, पाठीयोगः तिप्, कर्तृशप् इति सूत्रेण शप् आगच्छति. शपं प्र शप् अस्ति, तत्र अ अवशिष्यते. पाठीयोगः अयोगः ति, सार्धधातुकार्धधातुकयोः इति सूत्रेण पाठे योगः अयोगति, एचोयवायावः इति सूत्रेण पाठयति इति भवति. तत्र कर्तृशप् तु आगच्छति, परन्तु कर्तृशप् मध्ये शप् प्रबाध्य किमपि न भवति, यतोहि निजन्तरूप निजन्तधातवः ये सन्ति ते भवादिगणीयधातवः सन्ति, भवादिगणीय इव धातवः सन्ति. किन्तु महोदय, नूतनधातु प्राप्नोति प्राप्य अनन्तरं किमपि कार्यं कर्तुं शक्नुमः खलु? कृत् प्रत्यय योजितुं शक्नुमः. पाठी, इदानीं पाठी योग तुमोन् पाठी योगत्वा किमपि कर्तुं शक्नुमः. शब् एव आगच्छति इति नास्ति. न न पाठी पाठयितुमस्ति खलु, पाठयितुमस्ति, तर्हि पाठितः अस्ति, सर्वाणि रूपाणि सन्ति. किन्तु इदानीं तु पाठी अस्ति चेत् तत् सेट् धातु खलु. पाठी अस्ति चेत् सेट्. आम्, सर्वाणि ये धातवः सन्ति, ये अनेकाच् सन्ति, ते सेट्. तर्हि अनेकाच् इत्युक्ते मोर् देन् वन् स्वर अस्ति चेत् सेट् अस्ति. तर्हि पाठी अनेकाच् अस्ति, अतः सेट् अस्ति. सो सर्वे निजन्तरूपाणि तु सेट् भवन्ति, प्रथमगणे अपि भवन्ति. अस्तु, एतादृशम् अस्ति. तर्हि अस्माकम् अधुना अस्माभिः दृष्टं यत् धातुगणीय कोऽपि भेदः नास्ति, सर्वं समानम् अस्ति, यतो हि आर्धातुक अस्ति. एतादृशमस्ति. अधुना समयः समाप्तः. कस्यापि प्रश्नः अस्ति वा? अग्रिमरविवासरे मिलिष्यामः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः महोदय. शुभरात्रिः. हरि ओं महोदय. धन्यवादः. धन्यवादः महोदय.